अस्तु, तर्हि अस्माकं न्यायशास्त्रस्य अध्ययने पुनरावर्तन अथवा पुनरावलोकनवर्गः अयम्। एतादृशः द्वित्राः वर्गाः भवन्ति। अत्र प्रमुखतया वयं कार्यकारणभावस्य विषये चर्चां कुर्मः। तत्र भिन्नभिन्नानि कारणानि आसन्, समवायि असमवायिकारणं, पुनः असमवायिकारणस्य द्वैविध्यम् इति अस्माकं मुख्यचर्चाविषयः भवति। अपि च तस्य चर्चार्थं तत्सम्बद्धविषयानपि किञ्चित् पश्यामः, यथा समवेतं, समवायि इत्युक्ते किम्, अपि च परम्परा सम्बन्धः इत्युक्ते कः इति। अस्तु, तर्हि आरम्भे सर्वे कृपया पञ्च अशीतितमपुटं पश्यन्तु। असमवेतगुणानां ज्ञानं कथम् इति तत्र शीर्षकः अस्ति। असमवेतगुणः इत्युक्ते कः इत्यस्य ज्ञानात् प्राक् समवेतम् इत्युक्ते किम् इति ज्ञातव्यं भवति। समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानम् इति। अधुना पृथिवी, तस्मिन् गन्धः अस्ति चेत् पृथिव्यां गन्धः समवेतः गुणः इति उच्यते। घटे रूपम् इति अस्ति चेत् घटे रूपं समवेतम् इति उच्यते, यतोहि पृथिव्यां गन्धः समवायसम्बन्धेन अस्ति, समवायसम्बन्धेन विद्यमानः समवेतः गन्धः। तथैव समवायसम्बन्धेन विद्यमानं रूपं घटे समवेतम् इति उच्यते इति समवेतम् इत्यस्य परिभाषा अस्ति। तदनन्तरम् असमवेतगुणः इत्युक्ते कः इति पश्यामः। इदानीं वयं तु जानीमः एव पृथिव्यां गन्धः इति विशिष्टलक्षणम् अस्ति। गन्धः तु जले नास्ति, परन्तु यदा जले गन्धः अनुभूयते तादृशसन्दर्भे गन्धः जले समवेतगुणः न भवति, यतोहि गन्धः तु पृथिव्याम् एव समवेतः। जले पृथिव्याः अंशाः सन्ति, तदर्थं गन्धः अनुभूयते जले इति जानीमः। हि जले गन्धः समवेतगुणः नास्ति, अपि तु असमवेतगुणः अस्ति। अधुना जले गन्धः अस्ति इति कथं वक्तुं शक्नुमः? पृथिव्यां तु गन्धः सम्बन्धेन अस्ति इति तु स्पष्टं। तस्मिन् पुटे, पञ्चाशीतितमे पुटे अधोभागे चित्रं पश्यन्तु। पुष्पं जले अस्ति, पुष्पे गन्धः अस्ति, गन्धः पुष्पे समवायसम्बन्धेन अस्ति, अपि च जले पुष्पस्य गन्धः अनुभूयते चेत् तदा अस्माभिः ज्ञातं भवति यत् पुष्पस्य अंशाः, भागाः जले स्युः, तस्मिन् अथवा तेषु भागेषु एव गन्धः अस्ति इति। तदा गन्धः जले तु अस्ति, परन्तु साक्षात् सम्बन्धः नास्ति गन्धजलयोः मध्ये। तस्मिन् सन्दर्भे परम्परा सम्बन्धः इति स्वीकार्यः भवति। गन्धः स्वम् इति स्वीक्रियते चेत्, स्वप्रत्ययेन गन्धः अभिज्ञातः भवति चेत् गन्धः स्वं, गन्धः समवायसम्बन्धेन पुष्पे अस्ति, अतः स्वस्य समवायी पुष्पम् अथवा गन्धस्य समवायी पुष्पम् इति कृत्वा पुष्पं स्वसमवायी। पुनः पुष्पं जले अस्ति संयोगसम्बन्धेन, अतः आहत्य गन्धः जले पुष्पस्य द्वारा वर्तते इति कृत्वा गन्धः स्वसमवायी संयुक्तत्वसम्बन्धेन जले विद्यते इति वक्तुं शक्नुमः। संयुक्तत्वम् इति संयोगः, संयुक्तः इत्यस्य भावः संयुक्तत्वा तद् जले वर्तते, तर्हि आहत्य स्वसमवायिसंयुक्तत्वेन गन्धः जले वर्तते। तथा एव यत्र कुत्रापि यः कोऽपि गुणः साक्षात् समवायेन न वर्तते, ईदृशः सम्बन्धः अपेक्षितः, परम्परासम्बन्धः इति उच्यते। एवं रीत्या अत्र अग्रिमे पुटे पश्यन्ति चेत् इतोपि उदाहरणानि सन्ति, तत्र वायुः इति अस्ति, वायौ शब्दः कदाचित् अनुभूयते, परन्तु शब्दः तु वस्तुतः आकाशस्य गुणः, तत्रापि शब्दः स्वम् इति स्वीकृत्य शब्दः आकाशे समवेतः, नाम समवायसम्बन्धेन विद्यमानः, अपि च आकाशवायोः मध्ये संयोगसम्बन्धः अस्ति इति कृत्वा शब्दः स्वसमवायि संयुक्तत्वसम्बन्धेन वायौ इति वक्तुं शक्नुमः। एवमेव अन्तिमवाक्यं पश्यन्ति चेत् तस्मिन् विभागे अनयैव रीत्या कदाचित् गुणादौ जायमानः एकं रूपम् इति गुणप्रत्ययः समर्थनीयः। अत्र एतावता यद् अस्माभिः दृष्टं तत्र द्रव्ययोः मध्ये संयोगसम्बन्धः आसीत्, अपि च एकः गुणः एकस्मिन् द्रव्ये समवायेन आसीत् इति कृत्वा स्वसमवायी संयुक्तत्वसम्बन्धः गुणद्रव्ययोः मध्ये। अधुना एकं रूपम् इति अग्रिमभागः अस्ति, एकत्वम् इति गुणः, रूपम् इत्यपि गुणः, उभयोः एकस्मिन् स्थले विद्यमानत्वं भवति चेत् एकमिति समवेतं रूपमपि एकत्वमपि समवेतं रूपमपि समवेतं, तयोः मध्ये कीदृशः सम्बन्धः कल्पनीयः भवति इति अग्रिमविभागः। अपि च अग्रे यद्दत्तमस्ति गुणेपि जायमानगुणप्रत्ययः समर्थनीयः, तस्मिन् विभागे किञ्चित् समवायीकारणस्यापि चर्चा अस्ति, तर्हि तथा आरभ्य पठामः। भगिनि, प्रश्नः अस्ति अत्र आकाशवायौ मध्ये तयोः मध्ये स्थलयोः द्वयोः अपि संयुक्तत्वम् अस्ति वा? आकाशः पुष्पम् आकाशः वायुसंयुक्तः, वायुः आकाशसंयुक्तः, एवं वा? अवश्यम् अवश्यं महोदय, तथा अस्ति। संयोगः आकाशः संयोगः इत्युक्ते संयुक्तः तस्य एव तान्तरूपम्, आकाशः वायौ संयुक्तः, वायुः आकाशे संयुक्तः, तयोः संयुक्तत्वं तु अस्ति एव। अस्तु, तर्हि एतावता केचन अंशाः अस्माभिः परिशीलिताः। प्रथमतया समवेतम् इति किम् इति मनसि निधाय अग्रे पठनीयं भवति। समवेतम् इत्युक्ते यत्किमपि समवायेन द्रव्ये वर्तते तद् समवेतम्। समवेतं केवलं गुणः इति न, क्रिया अपि समवायसम्बन्धेन भवति द्रव्ये, पुनः अवयव अवयविनोः मध्ये अपि समवायसम्बन्धः, तर्हि द्रव्ये यत्किमपि समवायेन तत् समवेतम् इति प्रथमविषयः। द्वितीयः परम्परासम्बन्धः इति, एषु उदाहरणेषु यथा अस्माभिः दृष्टं गुणः साक्षात् द्रव्ये नास्ति, अपरेण द्रव्येण माध्यमेन अस्ति इति कृत्वा साक्षात् सम्बन्धः न, अपि तु स्वसमवायिसंयुक्तत्वसम्बन्धः इति परम्परासम्बन्धः अस्माभिः दृष्टः। अधुना इतः अग्रे पठेम, तर्हि वेङ्कटेशमहोदय पठति वा? तथा हि इत्यस्मात् आरभ्य। गुणेपि तत्र तत्र एव किल उपाधिः, गुणेपि जायमानः तथा हि अस्ति समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति कश्चित् कारणविभागः वक्ष्यमाणः। उत्पद्यमानं कार्यं यत्र समवायसम्बन्धेन उत्पद्यते तत् समवायिकारणं, यथा घटः कपाले समवायेन उत्पद्यते, अवयविनोः समवायात्, रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात्, क्रिया कन्दुके समवायेन उत्पद्यते क्रिया क्रियावतोः समवायात्, एवम् इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्। अग्रे पठित्वा वदामि वा? न महोदय, किञ्चित् वदतु अस्मिन् परिच्छेदे किम् अस्ति। अतः तत्र कारण त्रिविधाः त्रिविधानि कारणानि सन्ति तत्र, समवायिकारणम्, असमवायिकारणं, निमित्तकारणम् इति तत्र विभागं कर्तुं शक्नुमः। तत्र समवायिकारणम् इत्युक्ते तत्र यत् कार्यम् उत्पद्यते येन कारणेन, तत् समवायेन सम्बन्धेन यदि उत्पद्यते तद् समवायिकारणम् इति वयं वक्तुं शक्नुमः। यथा उदाहरणार्थं घटः कपाले समवायेन उत्पद्यते, यतः घटस्य निर्माणे कपालः कारणं, तत् समवायसम्बन्धः अस्ति, समवायसम्बन्धेन उत्पद्यते कार्यम् इति कारणात् समवायिकारणम्। अवयविनोः समवायात् इति सम्बन्धः। अत्र किञ्चित् वदतु महोदय, तत्र घटकपाल इत्यस्य सन्दर्भे कार्यं किं, कारणं किम्? कारणं कपालः, घटम् इति कार्यं, तयोः घटः कार्यं क्षम्यतां, तत्र कपालघटयोः सम्बन्धः समवायसम्बन्धः, अतः घटनिर्माणे कपालः कार्यं, समवायसम्बन्धेन घटः उत्पद्यते इति कारणात् तत् समवायिकारणं कपालः घटस्य। रूपं घटे समवायेन उत्पद्यते गुणगुणिनोः समवायात्। पुनः तत्र घटे रूपम् अस्ति, तद् पुनः समवायसम्बन्धेन तत्र घटमिति रूपं समवायेन उत्पद्यते इति रूपं गुणम् अस्ति, तत्र गुणगुणिनोः समवायसम्बन्धः अस्ति, पुनः तत्र समवायेन कार्यम् उत्पद्यते वा इति तत्र अर्थः। सत्यम्, अवश्यं, यथा पृथिव्यां गन्धः तथैव घटे रूपं। रूपं क्रिया कन्दुके समवायेन उत्पद्यते, कन्दुकमस्ति तत्र कन्दुकक्रिया, तत्र यत् कन्दुकेन तत्र कार्यं भवति तदपि समवायेन उत्पद्यते, यतः क्रिया क्रियावतोः समवायसम्बन्धः अस्ति समवायात् इति कारणात्। एवमेव इतरेषां जन्यद्रव्यगुणकर्मणां बोध्यम्। एतदेव एतस्य आधारेण तत्र इतरेषां जन्यद्रव्यगुणकर्मणां तत्र अवगन्तव्यं भवति। अवश्यम्, अस्तु, अत्र स्पष्टं स्यात्। तर्हि गुणः वा क्रिया वा द्रव्ये समवायेन अस्ति इति कृत्वा, गुणः अथवा क्रिया या जायते द्रव्ये तत् कार्यम् अपि च तस्य समवायीकारणं भवति द्रव्यम्। अवयव अवयविनोः मध्ये अपि तादृशः समवायसम्बन्धः अस्ति इति कृत्वा कपालः घटस्य समवायीकारणम् इति। अस्तु महोदय, अग्रे। अत्र क्रिया कन्दुके कथम् अस्ति? क्षम्यतां, क्रिया कन्दुके कथम् अस्ति इति प्रश्नः वा? सर्वेषु उत्पतनक्रिया, कन्दुकः पतितुं शक्नोति खलु? कन्दुकेन क्रीडितुं शक्यते इति वा? न, कन्दुकेन अस्माभिः क्रीडितुं शक्यते, परन्तु कन्दुके स्वयम् एका क्रिया अस्ति। यदा पातयामः कन्दुकं तदा कन्दुके पतनक्रिया अस्ति इति सिद्धान्तः। पुस्तकम् उत्पीठिकायाम् अस्ति, इतः अन्यत्र अहमेकं पुस्तकं नयामि चेत् पुस्तके क्रिया वर्तते। अस्तु, द्रव्ये स्वयं क्रिया अस्ति, तत्र विभूद्रव्यं मूर्तद्रव्यम् इति द्रव्येषु विभागः अस्ति। मूर्तद्रव्येषु क्रिया अस्ति, विभूद्रव्येषु तथा नास्ति। अस्तु महोदय, अपि च यदा क्रिया भवति द्रव्येषु सा क्रिया समवायसम्बन्धेन एव भवति। वेङ्कटेशमहोदय एकवारं स्मारयति वा समवायसम्बन्धः कुत्र कुत्र इति? इदानीमेव वयं दृष्टवन्तः तत्र गुणगुणिनोः मध्ये गुणगुणिनोः तत्र गुणद्रव्ययोः तत्र समवायसम्बन्धः भवति, तत्र द्रव्ययोः मध्ये संयोगसम्बन्धः भवति. क्रियाक्रियवतोः मध्ये अपि समवायः, क्रियाक्रियवतोः अपि तत्र समवायसम्बन्धः भवति. पुनः अवयव अवयविनोः मध्ये समवायः. अनन्तरं पूर्वमपि पठितं जातिव्यक्त्योः मध्ये समवायः अस्ति इति, नाम वृक्षः वृक्षत्वम् अनयोः मध्ये समवायः, पुस्तक पुस्तकत्वम् अनयोः समवायः, तथा अपरः एकः स्थलः स्थलमासीत् अपरं, तत्तु परमाणु अपि च तस्मिन् विशेषः इति यदस्ति तयोः मध्ये अपि समवायः इति. आहत्य यत्र यत्र समवायसम्बन्धः अस्ति अपि च तेन सम्बन्धेन कार्यम् उत्पद्यते तदा यस्मिन् किमपि समवायेन भवति तद् द्रव्यं समवायीकारणं भवति इति बोध्यम्. अस्तु महोदय, अग्रे अपि किञ्चित् पठित्वा प्रतिपादयतु. तथा च घटस्य रूपस्य क्रियायाश्च समवायेन उत्पत्तिः कपालरूपे द्रव्ये, घटरूपे द्रव्ये, कन्दुकरूपे द्रव्ये एव च भवति इति, सर्वस्यापि कार्यस्य समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम्. अतः तत्र कार्यं घटः वा रूपः, रूपं वा क्रिया वा, तत्र समवायेन उत्पत्तिः यत् कारणं तत्र समवायसम्बन्धेन अस्ति, कार्ये अस्ति, ततः द्रव्ये. उदाहरणार्थं समवायसम्बन्धः कपालरूपे द्रव्ये, घटरूपद्रव्ये, कन्दुक, क्रिया इदानीं कन्दुकरूपद्रव्ये अस्ति, घटरूपद्रव्ये कपालः अस्ति, घटरूप न वा अत्र, हा अत्र वाक्ये भ्रमः उत्पद्येत यतोहि घटस्य रूपस्य क्रियायाश्च इति कार्यं क्रमेण उक्तं, तत्र समवायेन उत्पत्तिः कपाले, घटस्य कपाले उत्पत्तिः, रूपस्य घटद्रव्ये, घटद्रव्ये अस्तु, क्रियाय क्रियायाः कन्दुके कन्दुकरूपद्रव्ये उत्पत्तिः केन सम्बन्धेन? समवायसम्बन्धेन. अतः तत्र तादृश उत्पत्तिः समवायसम्बन्धेन उत्पत्तिः द्रव्ये एव भवति इति आगतम् इदानीं तत्र यत् वयं निर्मितवन्तः पूर्वम्. आम् इति अस्ति विषयः. अत्र रूपपदस्य अर्थं न वर्णः किल, अत्र रूपम् इत्युक्ते आकारं, कपालाकारे कपालरूपे द्रव्ये घटरूपं, तत्र घटरूपविषये अस्तु. प्रथमपङ्क्त्यां तथा च घटस्य रूपस्य इति यदुक्तं तत्तु घटरूपगुणं निर्दिशति. क्षम्यतां, घटरूपम् इति गुणः, घटे रूपम् अस्ति खलु, आकारः इति चिन्तयतु. आहत्य घटं दृष्ट्वा अयं घटः इति केन रूपेण जायते, तादृशः रूपम् इति चिन्तयामि. अपि च तृतीयपङ्क्त्यां तत्र घटरूपद्रव्य इति उक्तं किल, तत्तु द्रव्यस्य निर्देशार्थं, घटः इति द्रव्यम् इति चिन्तयतु. घटरूपेण द्रव्यं, घटः इति द्रव्यं, घटरूपद्रव्यं. भगिनि तत्र रूपम् इत्युक्ते रूपम् इति गुणः नास्ति वा? तृतीयपङ्क्त्यां नास्ति, तत्र तस्मिन् पुटे द्वितीयपरिच्छेदे प्रथमपङ्क्त्यां घटस्य रूपस्य इति अस्ति खलु, तद् रूपपदं गुणं निर्दिशति, घटस्य रूपम् इति गुणं निर्दिशति, परन्तु तृतीयपङ्क्त्यां घटरूपद्रव्ये इति सप्तमी घटितरूपम् अस्ति खलु, तत्र तस्मिन् रूपम् इत्युक्ते इति योजयतु, घट इति द्रव्ये रूपस्य उत्पत्तिः तथा भवति. कपालरूपद्रव्ये, कपाल इति द्रव्ये घटस्य उत्पत्तिः तथा भवति. कन्दुकरूपद्रव्ये इत्युक्ते कन्दुक इत्यस्मिन् द्रव्ये क्रियायाः उत्पत्तिः. बुद्धम्? आं भगिनि आं भगिनि अस्तु अस्तु तर्हि अखिला भगिनी अग्रे पठति वा. तत्र कार्यकारणभावविचारे कार्यकारणयोः सामानाधिकरण्यम् आवश्यकम् इति प्रागेव निरूपितम्. तादृशसामानाधिकरण्यवर्णनाय तादात्म्यरूपः सम्बन्धः अपि साधितः. तथा च कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटम् उत्पादयति. घटः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन रूपम् उत्पादयति. तथैव कन्दुकः अपि यां क्रियां जनयति. इदं च कपालघटादि यत् स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम् इति उच्यते. अत्र समवायीकारणम् इत्युक्ते किम् इति प्रतिपादितम् अस्ति. यदा वयं पूर्वं कार्यकारण भाव निरूपणं कृतवन्तः तस्मिन् विषये चिन्तितवन्तः. तत्र कार्यकारणयोः समानाधिकरण्यं भवेत् इति उक्तवन्तः. तत्र सोपानत्रयमासीत्. तत्र एकम् अस्ति कार्यकारणयोः समानाधिकरणं भवतु इति. तथा यदा समानाधिकरण्यं भवति तत्र तादात्म्येन तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा कार्यम् उत्पादयति इति अपि वयं दृष्टवन्तः. तत्र यथा घटकपालयोः तत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं प्रति कारणं भवति. अत्र कार्याधिकरणं किं भगिनि? अत्र कार्याधिकरणं कपालः एव. कपालः एव. कपालः कार्याधिकरणे केन सम्बन्धेन? तादात्म्यसम्बन्धेन. अस्तु. घटः कार्याधिकरणे केन सम्बन्धेन? समवायसम्बन्धेन. सम्यक्. अग्रे तर्हि तत्र यत्र यत् कारणमस्ति तत् कारणं तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा इत्युक्ते अधिकरणे स्थित्वा कार्यं प्रति कारणं भवति. तद् अस्ति समवायीकारणम् इति. कार्यं प्रति समवायेन एव कारणं भवति. कार्यं प्रति समवायेन एव कारणं भवति. तदस्ति समवायीकारणम् इति. यथा घटकपालः घटं यथा रूपं प्रति कारणं भवति इति उदाहरणमपि अत्र अस्ति. तथैव कन्दुकः क्रिया. कन्दुकः स्वस्मिन् स्थित्वा तादात्म्येन क्रियां जनयति समवायेन इति समवायिकारणस्य लक्षणमस्ति. स्वस्मिन् अथवा अधिकरणे, स्वस्मिन् अधिकरणे, स्वस्मिन् अपि च अधिकरणे इति समानार्थकपदौ स्तः. अत्र स्वयमेव कारणं भवति, तर्हि स्वस्मिन् तादात्म्येन भूत्वा समवायसम्बन्धेन यद् कार्यं जनयति तद् समवायिकारणमिति. अस्तु. तर्हि स्पष्टं स्यात्. अग्रे सरेम वा? अस्तु. विद्याशङ्करमहोदय अग्रे. अस्तु. अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते सः कार्यता अवच्छेदकसम्बन्धः भवति. येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः. स च सम्बन्धः इतरकार्यताभ्यः प्रकृतकार्यता भिन्ना. इतरकारणताभ्यश्च प्रकृतकारणता भिन्ना इति बोधयति. तथाविधः प्रकृते समवायसम्बन्धः कार्यता अवच्छेदकः, तादात्म्यसम्बन्धः च कारणता अवच्छेदकः. एवं च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं समवायिकारणस्य लक्षणं पर्यवसितम्. अस्तु महोदय, उच्यताम्। आरम्भात् वदामि। अत्र येन सम्बन्धेन अधिकरणे कार्यम् उत्पद्यते, पूर्वस्मिन् भागे उक्तं कार्यं, यत्र कार्यं समवायसम्बन्धेन कारणे अस्ति तत् समवायिकारणम् इति उक्तम्। अत्र येन सम्बन्धेन अधिकरणे कार्यमुत्पद्यते सः इत्युक्ते अधिकरणं वा सः सम्बन्धः कार्यता अवच्छेदकसम्बन्धः भवति। यच्च सम्बन्धः कार्ये अस्ति तत् कार्यता अवच्छेदकसम्बन्धः, येन सम्बन्धेन च कारणं कार्याधिकरणे भवति सः कारणता अवच्छेदकसम्बन्धः। सम्बन्धस्य अवच्छेदकं भवति कार्यता अवच्छेदकं सम्बन्धः अवच्छेदकः भवति। कस्य अवच्छेदकः भवति सम्बन्धः? सम्बन्धः अवच्छेद्यः किल, कार्यता वा कार्यता अथवा कारणता अवच्छेद्या सम्बन्धः अवच्छेदकः। कार्यता अवच्छेदकसम्बन्धः समास्तपदमस्ति, विग्रहवाक्यं भवति कार्यतायाः अवच्छेदकसम्बन्धः। अस्तु, तथैव कारणता अवच्छेदकसम्बन्धः इति समस्तपदं, विग्रहवाक्य कारणतायाः अवच्छेदकसम्बन्धः। इदानीं चित्रं दृष्ट्वा किञ्चित् उच्यताम्। तत्र कार्यता कुत्र, कारणता कुत्र, अपि च अवच्छेदकसम्बन्धः कः इति। पार्श्वे एव अस्ति खलु घटः, क्रिया इति। घटः अस्ति, घटे क्रिया अस्ति, क्रियाघटे समवायसम्बन्धेन अस्ति, घटः घटे तादात्म्यसम्बन्धेन अस्ति तस्मिन्। अत्र सम्बन्धः अवच्छेद्यः, कार्यता अवच्छेदकसम्बन्धः प्रथमम् एवं करोतु, तयोः मध्ये कार्यं किं कारणं किम् इति वदतु। क्रियाघटविषये क्रिया कार्यं, घटः कारणम्। उत्तमं, तर्हि कार्यता कुत्र अस्ति? कार्यता क्रियायाम् अस्ति, कारणता घटे अस्ति। तर्हि कार्यता अवच्छेदकसम्बन्धः कः? समवायसम्बन्धः, यतोहि समवायसम्बन्धेन कार्यं कारणे अस्ति, अधिकरणे अस्ति। यद्यपि कारणम् अधिकरणम् अत्र समानमेव, किन्तु कार्यम् अधिकरणे समवायेन, अपि च यथा भवता उक्तं कार्यता अवच्छेदकसम्बन्धः समवायः। अनन्तरं कारणता कुत्र अस्ति? कारणता घटे अस्ति, कार्याधिकरणमपि घटः अस्मिन् सन्दर्भे। कारणता अवच्छेदकसम्बन्धः घटे अस्ति, कार्याधिकरणे अस्ति। हा, कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः। कार्यता अवच्छेदकसम्बन्धः समवायः, कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः। इदम् उपयुज्य समवायीकारणस्य लक्षणवाक्यं वक्तव्यं भवति इति अग्रिमः भागः। कारणता अवच्छेदकसम्बन्धः घटयोः तादात्म्यसम्बन्धः अस्ति, क्रियायाः या घटयोः सम्बन्धः अस्ति तत् कार्यता अवच्छेदकसमवायसम्बन्धः अस्ति। तथा समवायसम्बन्ध अवच्छिन्न कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः एवं ज्ञात्वा समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं घटस्य समवायिकारणस्य लक्षणं पर्यवसितम्। उत्तमं। कारणता आश्रयत्वं, कारणता तु घटे अस्ति, समवायिकारणे अस्ति, तादृशकारणत्व तादृश आश्रयत्वं, कीदृश आश्रयत्वं, तदर्थम् इदं दीर्घं वाक्यं, समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित तादात्म्यसम्बन्ध अवच्छिन्न कारणता याः आश्रयत्वं समवायिकारणस्य घटस्य लक्षणम्। इदं वाक्यम् उपयुज्य यत्र यत्र समवायिकारणं भवति तत्र तत्र इदं वाक्यं सत्यं भवति। उदाहरणत्वेन पृथ्वीगन्धः, तत्रापि कार्यता अवच्छेदकः समवायसम्बन्धः, कारणता अवच्छेदकः तादात्म्यसम्बन्धः, पृथ्वी स्वस्मिन् तादात्म्येन स्थित्वा समवायेन गन्धं जनयति। अपि च कन्दुकं क्रिया इति चिन्तयतु, तत्रापि इदमेव वाक्यं सत्यं भवति। तर्हि आहत्य समवायिकारणस्य लक्षणम् इदम्। बुद्धं वा? आं भगिनि, धन्यवादः। अस्तु, अग्रे नीता भगिनी पठति वा? आं भगिनि, आम्। तादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एको घटः इति घटे एकत्वावगाहि प्रत्ययः तयोः समवायमेव प्रकाश्यति। संख्यायाः घटस्य च समवायात् परन्तु एकं रूपम् इति प्रतीतिः जायमानाम् अपि एकत्वरूपयोः समवायं न प्रकाशयति। दर्शितरीत्या संख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्वासंभवात् समवायिकारणत्व असम्भवात्। अतः इयं प्रतीतिः तयोः समवायं नावगाहते, किन्तु समवायघटित सामानादिकरणीयमेव। एकस्मिन् एव हि घटे एकत्वं रूपं चोभयं समवायेन वर्तते। अतः तयोः समानादिकरण्यं समवाय घटितमिति स्पष्टम्। एवं च घटे समवायेन विद्यमानम् एकत्वं समानादिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुमिति दिक्। भगिनि, अहं न अवगतम्। अस्तु अस्तु, नास्ति चिन्ता, सहायं कुर्मः। अत्र किञ्चित् विषयान्तरं जातम्। एतावता यद् विद्याशङ्करमहोदयेन पठितं तावता समवायिकारणस्य लक्षणं किम् इति ज्ञातम्। अधुना अग्रे गत्वा एकं रूपम् इति यदा वदामः घटस्य, तत्र रूपम् इति गुणः, एकत्वम् इत्यपि गुणः, अस्तु, उभयोः घटे एकस्मिन् अधिकरणे विद्यमानत्वम्, एकस्मिन् अधिकरणे समवायसम्बन्धेन उभयोः विद्यमानत्वम् इति प्रतीयते इति अवगाहते एकः घटः इति वदनेन इति विषयीक्रियते। परन्तु तयोः सामानादिकरण्यम् अस्ति समवायेन इति विषयीक्रियते, किन्तु तयोः मध्ये कीदृशः सम्बन्धः इति तत्र स्पष्टता न जायेत। अस्तु, परन्तु इदानीम् अस्माभिः ज्ञायते एव यद् उन्नतः वृक्षः इति वदनेन उन्नतत्वम् इति वृक्षे अस्ति खलु विशेषणविशेष्यभावः। तथा एव एकं रूपम् इति वदनेन एकत्वं रूपे अस्ति इति सिद्ध्यति खलु। तर्हि एकत्वम् अपि गुणः, रूपमपि गुणः, तत् कथं वा स्यात् इति प्रश्नः। अस्तु, तर्हि पुनः यथा अस्माभिः पूर्वस्मिन् पुटे दृष्टं शब्दः वायुः साक्षात् वायौ नास्ति, शब्दः साक्षात् वायौ नास्ति, किन्तु आकाशस्य वायुना सह संयोगसम्बन्धेन शब्दः वायौ अस्ति, स्वसमवायसंयुक्तत्वम् इति सम्बन्धः आसीत्। तथैव एकत्वं रूपे कथम् अस्ति, केन सम्बन्धेन इति चर्चा अत्र प्रचलति। अस्तु अस्तु अस्तु, इति सारांशः। इदानीं किञ्चित् परिशीलयामः, तत्र सन्ध्या भगिनी पठति वा पुनः एतादृश, ततः आरभ्य वा? सत्यम्। एतादृशकार्यकारणभावे सिद्धे भावकार्यमात्रं प्रति द्रव्यस्य समवायिकारणत्वे च सिद्धे एकः घटः इति घटे एकत्वावगाही प्रत्ययः तयोः समवायमेव प्रकाशयति। इत्युक्ते इदानीमेव यद् समवायिकारणम् इति दृष्टवन्तः, तेन एव किं तस्य एक्स्टेन्शन् इति कृत्वा अत्र ते वदन्ति एकः घटः इति वदामश्चेत् तत्र अत्र एकं घटे अपि एकत्वं समवायरूपेण एव अस्ति इति सिद्धः भवति इति एतद् वाक्यं वदति, सत्यं वा? आम् सत्यम्। एकः घटः इति वदनेन एकत्व अवगाही प्रत्ययः, प्रत्ययः नाम ज्ञानं, कीदृशं ज्ञानम्? एकत्वावगाही नाम एकत्वं विषयीकृत्य यद् ज्ञानम् अस्ति तद् प्रतीयते, अपि च तयोः एकत्वघटयोः मध्ये समवायः अस्ति इति प्रकाशयति तद् ज्ञानम्। अस्तु, तर्हि तस्मिन् वाक्ये एकमस्ति भावकार्यमात्रं प्रति इति, इत्युक्ते अत्र पदार्थाः, सप्तपदार्थाः सन्ति खलु, तस्मिन् अभावः इत्यपि एकः पदार्थः। अभावं विहाय अन्ये सर्वे भावः इति उच्यते इति बोध्यं। तत्र विशेषतया किमपि नास्ति, केवलं कारणकार्यभावस्थले भावरूपकार्यं प्रति द्रव्यं समवायिकारणं भवति, तावदेव। संख्यायाः घटस्य च समवायात्, तर्हि संख्या इति घटे तत्र द्रव्ये गुणः अस्ति, अतः गुणस्य द्रव्यस्य च समवायसम्बन्धः अस्ति इति वाक्यस्य अर्थः संख्यायाः घटस्य च समवायात् इति। परन्तु एकं रूपम् इति प्रतीतिः जायमानापि एकत्वरूपयोः समवायं न प्रकाशयति। यद्यपि वयं वदामः तत्र एकत्वम् इति घटे अस्ति, तथैव रूपम् अपि घटे अस्ति इति ज्ञानं यद्यपि अस्ति, तथापि तत्र रूपम् अनन्तरम् एकत्वं द्वयोः अपि समवायः न दृश्यते। अवश्यं दर्शितरीत्या संख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्व असम्भवात्। तर्हि यथा दर्शितमस्ति चित्रे, अत्र घटे एकत्वम् इति समवायेन अस्ति, रूपमपि समवायेन अस्ति, परन्तु एकत्वे अपि च रूपे द्वयोः मध्ये तत्र समवायिकारणं भवितुं न अर्हति इति इति वाक्यस्य अर्थः इति मन्ये. संख्यारूपगुणं प्रति रूपात्मकस्य गुणस्य समवायिकारणत्वम् असम्भवात्. नाम एकं रूपम् इति यदा वाक्यं भवति तदा एकमपि घटे अस्ति रूपम् एकत्वमपि घटे रूपत्वमपि घटे अस्ति इति ज्ञायते उभयोः समवायसम्बन्धेन विद्यमानत्वं. किञ्च गुणः गुणं प्रति समवायिकारणं नास्ति इति उपरि दृष्टं खलु. समवाय तादात्म्येन स्थित्वा समवायेन कार्यं जनयति. इदानीं रूपं समवायेन स्वस्मिन् कार्यं तु न जनयति, एकत्वं तु न जनयति, अथवा एकत्वं स्वस्मिन् समवायेन रूपं न जनयति, यतोहि उभयोः विद्यमानत्वं घटे अस्ति समवायेन. अतः उभयोः मध्ये कार्यकारणभावः तु नास्ति इति. सामानाधिकरण्यं तु अवश्यमस्ति. अस्तु अग्रे. अतः इयं प्रतीतिः तयोः समवायं न अवगाहते, किन्तु समवायघटित सामानाधिकरण्यम् एव. तर्हि एतादृशं यदा दर्शयामः घटे एकत्वम् अस्ति अपि च घटे रूपम् अस्ति, तर्हि केवलं यथा इदानीमेव भवत्या उक्तं केवलं द्वयोः इत्युक्ते रूपस्य अपि च एकत्वस्य सामानाधिकरणमेव दृश्यते तत्र, न तु तत्र द्वयोः मध्ये समवायसम्बन्धः इति. अस्तु अग्रे. एकस्मिन् एव हि घटे एकत्वं रूपं च उभयं समवायेन वर्तते, अतः तयोः सामानाधिकरण्यं समवायिघटितम् इति स्पष्टम्. तर्हि इत्युक्ते वाक्यस्य अर्थः तत्र घटे रूपं समवायेन अस्ति समवायसम्बन्धेन, अपि च एकत्वमपि समवायसम्बन्धेन अस्ति, अतः सामानाधिकरण्यं तद् समवायघटितम् अस्ति इत्युक्ते समवाय सः समानाधिकरणस्य कारणं समवायः अस्ति इति वाक्यस्य अर्थः. एवं च घटे समवायेन विद्यमानम् एकत्वं सामानाधिकरण्येन रूपे प्रतीयते इति तादृशज्ञानस्यापि निर्वाहः शक्यः कर्तुमिति दिक्. तर्हि अत्र प्रायः किञ्चित् स्पष्टीकरणम् आवश्यकम्. अन्तिमे वाक्ये किम् उक्तं? घटे समवायेन विद्यमानम् एकत्वं, तत्तु स्पष्टम्, एकत्वं घटे समवायेन. परन्तु यथा मया उक्तम्, उन्नतः वृक्षः इत्यस्मिन् औन्नत्यं वृक्षे अस्ति, तदर्थम् औन्नत्यम् अथवा उन्नतत्वं वृक्षस्य विशेषणं भवितुमर्हति. अत्रापि एकं रूपम् इति यदा वदामः तदा एकत्वं रूपे स्यात् केन सम्बन्धेन इति साधनीयं भवति. यथा पूर्वस्मिन् संयुक्तत्वस्थले शब्दः स्वम् अथवा गन्धः स्वम् इति स्वीकृतं, तथा एव एकत्वं स्वम् इति स्वीकुर्वन्तु. अस्तु, एकत्वं घटे समवेतः अस्ति खलु, समवेतः गुणः. तत्र स्पष्टम् अस्ति वा? आम्. यतोहि एकत्वं घटे गुणः अस्ति समवायेन, तर्हि एकत्वं घटे समवेतः. तर्हि स्वम् इति एकत्वं तद् घटे समवेतमस्ति, पुनश्च रूपमपि घटे समवेतमस्ति. अस्तु, स्वम् इति एकत्वं, तस्य समवायी घटः, पुनः घटे समवेतमस्ति रूपम्, आहत्य एकत्वं स्वसमवायि समवेतत्वसम्बन्धेन रूपे अस्ति इति प्रतीयते इत्येव अन्तिमवाक्ये उक्तम्. एकत्वं सामानादिकरण्येन रूपे प्रतीयते इति तादृशं ज्ञानं शक्यम् अत्र एकं रूपम् इति वदनेन. अत्रापि वस्तुतः परम्परासम्बन्धः एव. एकत्वं रूपे साक्षात् नास्ति, परन्तु स्वसमवायी समवेतत्वसम्बन्धेन एकत्वं रूपे अस्ति इति विषयः. भगिनी, अत्र दिक् इति पदं तत्र अलं वा सिद्धम् इति अर्थेन वा? अलम् इति अर्थेन पर्याप्तम्. अस्तु, किं पर्याप्तम्? सामानादिकरण्यम् अस्ति इति पर्याप्तं प्रथमतया. तदनन्तरम् एकत्वं रूपे अस्ति परम्परासम्बन्धेन. कीदृशपरम्परासम्बन्धः? स्वसमवायी समवेतत्वम् इति परम्परासम्बन्धः अस्ति. तर्हि स्पष्टं स्यात्? तर्हि अत्रापि परम्परासम्बन्धः यः अस्ति एकत्व रूपयोः मध्ये, अपि च पूर्वं या यः परम्परासम्बन्धः दृष्टः अस्माभिः गन्धे पुष्पे अनन्तरं जले, द्वयोः परम्परासम्बन्धयोः तत्र भेदः अस्ति वा तादृशः एव सम्बन्धः एषः अपि अस्ति इति? भवती एव चिन्तयतु, तत्र परम्परासम्बन्धः कीदृशः आसीत्? किञ्चित् भिन्नम् आसीत् खलु? स्वसमवायी संयुक्तत्व. द्रव्ययोः मध्ये संयोगः, तदर्थं संयुक्तत्व इति पदस्य प्रयोगः आसीत्. स्वसमवायी, गन्धस्य समवायी पृथ्वी, पृथ्वी जले संयोगेन, तर्हि स्वसमवायी संयुक्तत्व परम्परासम्बन्धः. अस्मिन् उदाहरणे घटे रूपम् एकत्वम् उभयोः समवायसम्बन्धेन विद्यमानम्. तर्हि एकत्वम् इत्यस्मात् आरभ्य अधः गमनीयं भवति चेत् स्वसमवायी इति वक्तव्यं भवति. घटात् आरभ्य पुनः रूपपर्यन्तं गन्तव्यं भवति. रूपं तु घटे समवेतम् आहत्य स्वसमवायी समवेतत्वसम्बन्धेन एकत्वं रूपे अस्ति. अस्तु, अवगतं भगिनि. एकत्र संयोगसम्बन्धः अस्ति, अतः संयुक्तत्व इति शब्दप्रयोगः. अपरत्र समवायः अस्ति, अतः समवेतत्वम् इति शब्दप्रयोगः. आम् इति अस्ति. अस्तु, इति परम्परासम्बन्धः मुख्यः विषयः अस्ति अग्रे गमनार्थम्. असमवायिकारणस्थले तस्य प्रयोगः भवति इति कृत्वा इदं चर्चितम्. अग्रे एकत्वादिव्यवहार, पुनः मूलविषयः आसीत् गुणनिरूपणम् इति. अस्तु, अत्र वयं एकत्वसङ्ख्यायाः गुणनिरूपणम् अत्र प्रदर्शितमस्ति. एकत्वाद्व्यवहारहेतुः सङ्ख्या, इदमपि इदं लक्षणवाक्यं व्यवहारघटितवाक्यमस्ति. एकत्वं द्वित्वं नाम एकः घटः, द्वौ घटौ, एतादृशव्यवहारस्य हेतुः कारणं भवति सङ्ख्या इति कृत्वा एकत्वादिव्यवहारहेतुः सङ्ख्या. सा नवद्रव्यवृत्तिः इत्युक्ते सर्वेषु द्रव्येषु सङ्ख्या इति गुणः वर्तते एव. सामान्य केचन गुणाः विशिष्टगुणाः, केचन सामान्यगुणाः, सङ्ख्या अपि तादृशगुणः. नवसु द्रव्येषु वर्तते सङ्ख्या इति कृत्वा. एकत्वादिपरार्धपर्यन्तं, परार्ध इत्युक्ते एका सङ्ख्या अस्ति, हैयेस्ट् नम्बर् इति चिन्तयतु. सङ्ख्यायाः गणनं दशगुणितं भवति, एकत्वं, दश, शतं, सहस्रं, तस्मिन् क्रमे गत्वा परार्धः इति सङ्ख्या प्राप्यते. यद्यपि परार्धः इति वस्तुतः न स्यात्, किन्तु तैः नैयायिकैः तादृशं चिन्तनं कृतम् इति एकत्व इति सङ्ख्यायाः लक्षणवाक्यमस्ति. तावदेव. अग्रे अस्मिन् विभागे अन्यत् किमपि नास्ति, सारल्यमस्ति, पठितुं शक्नुवन्ति इति चिन्तयामि. केवलम् इदं ज्ञातव्यं भवति यत् एकत्वं तु सर्वदा वर्तते, सर्वेषु द्रव्येषु एकत्वं तु वर्तते, परन्तु ततः अग्रे द्वित्वं, त्रित्वम् इत्यादि गुणाः कदाचित् भवन्ति, कदाचित् न भवन्ति, किन्तु एकः घटः, एकः आकाशः इत्यादि ज्ञानं यदा द्रव्यम् उत्पद्यते तदा एव भवति. अग्रे किं दत्तम्? अत्र अग्रे केवलम् इदं दत्तं यत् यथा सङ्ख्या इति नवद्रव्यवृत्तिः, तथा एव सङ्ख्यायाः प्रभृतिविभागान्तगुणाः, नाम गुणनिरूपणे चतुर्विंशतिगुणाः आसन्, तेषु सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इति एते पञ्चगुणाः नवसु द्रव्येषु अपि वर्तन्ते. अग्रे गत्वा क्रमेण एकैकस्य गुणस्य विवरणं भवति इति अस्ति. तावदेव अस्ति. अनन्तरं द्वितीयपरिच्छेदे संयोगः इति यः गुणः अस्ति तस्य विषये किञ्चित् दत्तम् अस्ति. संयोगः इति गुणः तद् क्रियया जायते. इत्युक्ते मम हस्ते इदानीं लेखनी अस्ति, यावत्पर्यन्तम् अहं लेखनीम् उत्पीठिकायां न स्थापयामि तावत्पर्यन्तं संयोगः न जायते एव इति कृत्वा संयोगः इति गुणः क्रियाजन्यः अस्ति. तावदेव अस्ति अत्र. आहत्य च नवसु द्रव्येषु एते भवन्ति इति साधारणगुणाः इति प्रसिद्धाः, नाम सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इति नवसु द्रव्येषु वर्तन्ते इति अस्ति. तस्मात् अग्रे उत्पत्तिक्षणे द्रव्ये न गुणकर्मणोः सम्भवः इति अग्रिमपुटे एकं चित्रम् अस्ति, पश्यन्ति वा? चैत्रक्षणः, वैशाखक्षणः, ज्येष्ठ इत्यादि. अत्र किं प्रदर्शितम् इत्युक्ते उत्पत्तिक्रिया प्रदर्शिता. प्रथमक्षणे नाम चैत्रक्षणे घटः इति अस्माकं कार्यम् अन्ततो गत्वा इति चिन्तयन्तु, यथा उदाहरणे चित्रेषु प्रदर्शितं. चैत्रक्षणे दण्डः, चक्रः इत्यादयः घटसामग्र्यः सर्वे कपाले वर्तते इति चैत्रक्षणः, प्रथमक्षणः. द्वितीये क्षणे घटस्य उत्पत्तिः. अस्तु, यथा यदा घटः उत्पद्यते द्वितीये क्षणे, तदा घटः निर्गुणः अपि च निष्क्रियं भवति. तदर्थमेव स्थूलाक्षरैः अत्र लिखितम् उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति. तदनन्तरं तृतीये क्षणे ज्येष्ठक्षणः इति यद् निर्दिशितः तस्मिन् क्षणे द्रव्ये ये गुणाः भवितुमर्हन्ति, गुणाः इत्युक्ते रूपं, सङ्ख्या इत्यादयः तृतीये क्षणे उत्पद्यन्ते इति अस्ति. पुनः आषाढक्षणः इति यदुक्तं, रूपादयः, गुणाः, द्रव्यं, तस्मिन् क्षणे अन्ये गुणाः उत्पद्यन्ते. एतद् उदाहरणम् अत्र प्रदर्शितं यतोहि मया उक्तं एकत्वम् इति सङ्ख्या प्रथमतया एव भवति इति. एकत्वम् इति सङ्ख्या कार्यमस्ति, घटः इति कारणं भवति, एकत्वसङ्ख्या इति प्रथममेव उत्पद्यते. एकत्वं द्वित्वस्य कारणं भवति. अस्माभिः ज्ञातमेव अस्ति कार्यस्य उत्पत्तिक्रमे कारणम् इति यद् अनुमीयते तद् कार्योत्पत्तेः पूर्वक्षणे भवतु इति. तर्हि घटः इति द्रव्यं कारणम् अस्ति चेत् तद् प्रथमं भवति, तदनन्तरं घटे विद्यमानगुणाः भवन्ति. घटः कारणं भवति तेषां गुणानां प्रति, एकत्वं, रूपम् इत्यादि. अतः एकत्वम् इति गुणः द्वित्वं प्रति कारणं भवति. तदर्थम् एकत्वम् इति गुणः कार्यस्य पूर्वमेव स्यात्, द्वित्वस्य पूर्वमेव स्यात् इति कृत्वा अयं क्रमः प्रदर्शितः अत्र. बुद्धं वा? एतद् अपेक्षितं यतोहि असमवायिकारणस्य परिभाषायाः अवगमनार्थम् इदम् आवश्यकम् अस्ति. अत्र अन्तिमवाक्यमस्ति, सन्ध्या भगिनी पठति वा? भगिनि एकनिमिषं, ज्येष्ठक्षणे किं किम् अस्ति, गुणाः सन्ति वा तदा, केवलम् एकत्वम् अस्ति वा? न, गुणोत्पत्तिः, एकत्वम् इति गुणः अवश्यम् अस्ति ज्येष्ठक्षणे. अस्तु, प्रथमम् एकः घटः जायते, तदा एव द्वितीयघटं घटः जातः चेत् तत्र द्वित्वम् इति वक्तुं शक्नुमः, खलु? अस्तु, परन्तु आषाढक्षणे किं किम् अधिकम् अस्ति, तृतीयक्षणात् अधिकं किम् अस्ति? तृतीयक्षणात् अधिकम् अस्ति अन्ये गुणाः, द्वित्वम् इति, तादृशाः गुणाः. रूपं ज्येष्ठक्षणे नास्ति वा? रूपं प्रायः स्यात् ज्येष्ठक्षणे. अस्तु, धन्यवादः. तत्र गुणोत्पत्तिः इति ज्येष्ठक्षणे यद् अस्ति तत्रैव रूपं तस्मिन्नेव अस्ति किल? अत्र एवम् अस्ति, एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्यः, तथात्वे द्रव्यस्य गुणानां च युगपत् न स्यात्. तर्हि हा, अत्र प्रायः ज्येष्ठक्षणे गुणोत्पत्तिः अस्ति भगिनि. गुणोत्पत्तिः अवश्यम् अस्ति. आषाढक्षणे किम् अस्ति, रूपादयः गुणाः अपि च द्रव्यमपि अस्ति. रूपादयः गुणाः इत्यस्मिन् द्वित्वमपि अस्ति इति चिन्तयतु. गुणोत्पत्तिः इति यदस्ति ज्येष्ठक्षणे, तत्र केचन गुणाः भवन्ति अवश्यं, रूपं भवति, एकत्वम् इति भवति, परन्तु एतैः गुणैः, नाम एकत्वेन द्वित्वं जायते किल, तद् आषाढक्षणे अस्ति. इदम् आवश्यकम् असमवायिकारणस्य अवगमनार्थं, यतोहि असमवायिकारणस्य सामान्यपरिभाषा अस्ति, समवायिकारणे विद्यमाना काचित् क्रिया अथवा कश्चन गुणः यत् कार्यं प्रति कारणं भवति इति. उदाहरणत्वेन एकत्वम् इति गुणः जायते प्रथमं घटे. अस्तु, एकत्वम् इति गुणः समवायिकारणे घटे विद्यमानः कश्चन गुणः, सः गुणः तदनन्तरं द्वित्वं यद् जायते द्वित्वं प्रति कारणं भवति इति असमवायिकारणस्य लक्षणमस्ति. तर्हि अन्तिमवाक्यं पठति वा वेङ्कटेशमहोदय? कुत्र भगिनि? स्थिते च एवं द्वितीयक्षणे एकत्वम् एव उत्पद्यते, तच्च एकत्वं द्वित्वस्य असमवायिकारणम्. अतः एकत्वोत्पत्तिः पत्यानन्तरं द्वित्वोत्पत्तिः, तदुत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्य. अतः तत्र द्वित्वस्य असमवायिकारणम् एकत्वम्, अतः पूर्वमेव भवती उक्तवती असमवायिकारणस्य परिभाषणं यदि अस्माभिः ज्ञातव्यं चेत् एतादृश चित्रस्य अवगमनम् आवश्यकम् इति. अतः द्वित्वस्य असमवायिकारणम् एकत्वं भवति, परन्तु अनन्तरं वयं पठामः एकत्वं तु नित्यम् अनित्यं च. एकत्वम् इति सर्वेषु द्रव्येषु वर्तन्ते, परन्तु तत्र नित्यद्रव्याः सन्ति, अनित्यद्रव्याः सन्ति, अतः एकत्वं तु तत्र नित्यम् अनित्यं च द्विविधाः भवति. परन्तु एकत्वस्य उत्पत्तेः अनन्तरमेव द्वित्वोत्पत्तिः भवति इति तत्र दत्तमस्ति. अतः तद् उत्पत्तिक्रिया च उद्ग्रन्थे द्रष्टव्या. अतः इत्युक्ते एकत्वस्य उत्पत्तिः प्रथमं दृष्ट्वा अनन्तरं ततः द्वित्वोत्पत्तेः इति वा? अत्र प्रमुखः विषयः अस्ति एकत्वम् इति कश्चन गुणः यद् समवायिकारणे घटे स्थित्वा कार्यं द्वित्वम् उत्पादयति इति कृत्वा असमवायिकारणं समवायिकारणे विद्यमानः कश्चन गुणः अथवा काचित् क्रिया यद् कार्यम् उत्पादयति तादृशमस्ति असमवायिकारणम् अत्र उदाहरणमस्ति एकत्वम् अपि च द्वित्वम् इति तदनन्तरं तद् उत्पत्तिप्रक्रिया च उद्ग्रन्थे द्रष्टव्या इति यदस्ति तस्य अर्थः एवमस्ति इत्युक्ते उद्ग्रन्थे मूलग्रन्थे ततोधिकम् एतद् अत्र तु सोपानचतुष्टयं प्रदर्शितं परन्तु उद्ग्रन्थे इतोपि सोपानानि सन्ति तत्र द्रष्टव्यं भवति इति विषयः अस्ति अपि च इदमपि ज्ञातव्यं भवति यद् प्रथमतया समवायिकारणे विद्यमाना काचित् क्रिया अथवा कश्चन गुणः असमवायिकारणं भवति कार्यं प्रति अपि च अवयवे विद्यमानगुणं प्रति क्षम्यताम् अवयविनी विद्यमानगुणं प्रति अवयवे विद्यमानगुणः कारणं भवति यथा घटे रूपम् अस्ति चेत् घटरूपं प्रति अवयवे विद्यमानरूपं नाम कपाले विद्यमानकपालरूपं कारणं भवति इति अपि असमवायिकारणमस्ति असमवायिकारणं द्विविधं प्रथमं समवायिकारणे विद्यमानः कश्चन गुणः काचित् क्रिया तदनन्तरम् अवयविनि विद्यमानगुणं प्रति अवयवे विद्यमानगुणः असमवायिकारणं भवति पुनः इति असमवायिकारणस्य किं काचित् पूर्वभूमिका अस्ति इतः अग्रे असमवायिकारणस्य परिशीलनं भवति तर्हि वेङ्कटेशमहोदय समयः अस्ति वा पठनार्थम् अग्रे अथवा किं मया गन्तव्यं भगिनि इदानीं किञ्चित् विलम्बः जातः इदानीम् अतः क्षम्यताम् अस्तु अस्तु तर्हि अखिला भगिनी किञ्चित् पठति वा अग्रे अस्तु भगिनि असमवायिकारणनिरूपणं तथा आरभ्य वा अस्तु अथ किम् एतत् असमवायिकारणं नाम उच्यते निरूपितं हि समवायिकारणं यत् हि स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति यथा कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति अतः कपालः घटसमवायीकारणं तादृशे समवायीकारणे यत् समवायेन स्थित्वा समवायेन कार्यम् उत्पाद्यति तत् असमवायीकारणं यथा कपालद्वयसंयोगः घटं प्रति असमवायीकारणं भवति संयोगः हि गुणः सः पूर्वोक्तरीत्या समवायेन द्रव्ये कपाले भवति एवं दण्डचक्रादिकारणसमवधाने अपि न कपालसंयोगेन विना घटस्य उत्पत्तिः भवति अतः कपालद्वयसंयोगः घटस्य जनकः अपि भवति एवं सः कपालरूपघटसमवायीकारणे समवायसम्बन्धेन स्थित्वा घटात्मकं कार्यं जनयति अतः कपालद्वयसंयोगः घटस्य असमवायीकारणं पूर्वं वयं समवायीकारणम् इत्युक्ते किम् इति दृष्टवन्तः तत्र स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति चेत् तत् समवायीकारणम् इति यथा कपालः घटं प्रति कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यम् इत्युक्ते घटं जनयति तत् समवायीकारणम् इदानीम् असमवायीकारणम् इत्युक्ते किम् इति परिशीलयामः तत्र असमवायीकारणम् इत्युक्ते तत्र समवायीकारणे समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति चेत् तद् असमवायीकारणम् इत्युक्ते तत्र समवायीकारणम् इत्युक्ते तत्र कपालघट विषयमेव पुनः त्रयेव चिन्तयामः चेत् तत्र कपालः अस्ति समवायीकारणं कपाले समवायेन स्थित्वा समवायेन कार्यम् इत्युक्ते घटम् उत्पद्यति चेत् तद् भवति असमवायिकारणं. कपालद्वयसंयोगः इति स्वीकुर्मः चेत् तत्र संयोगः इति गुणः कपाले वर्तते. कपालद्वयसंयोगं विना घटः न उत्पादयति. अन्य कारण अन्यवस्तूनि सन्ति चेदपि संयोगं विना घटनिर्माणं न भवति इति तत्र कपालद्वयसंयोगः अपि घटं प्रति कारणं भवति. तादृशसंयोगः कपाले समवायकारणे वर्तते. तर्हि तत्र समवायकारणे स्थित्वा कपाले स्थित्वा समवायेन स्थित्वा संयोगः इति गुणः तत् कपाले समवायेन समवायसम्बन्धेन अस्ति. समवायेन कार्यम् इत्युक्ते घटं जनयति इति संयोगः समवायिकारणं घटनिर्माणं प्रति. बहु समीचीनं. बुद्धं वा सर्वैः? अत्र कपालद्वयसंयोगः समवायेन घटं जनयति वा? सत्यम्. एवं करोतु महोदय, अग्रिमपुटे पश्यतु. नवतितमे पुटे अधोभागे चित्रमस्ति खलु? आम्. इदमेव भगिन्या अधुना प्रतिपादितं. तस्मिन् परिच्छेदे अस्य चित्रस्य विवरणमस्ति. कपालः अस्ति, कपाले कपालद्वयसंयोगः इति कश्चन गुणः अस्ति. कपाले अस्ति संयोगः इति अपि गुणः, चतुर्विंशतिगुणेषु संयोगः इति प्रदर्शितं सामान्यगुणः. अस्तु, इदानीं मया अपि उक्तं खलु, संख्या, परिमाणं, संयोगः, विभागः, अन्यत् एकः गुणः, अन्यः पृथक्त्वम्, एते साधारणगुणाः सर्वेषु द्रव्येषु वर्तन्ते इति कृत्वा कपाले कपालद्वयसंयोगः इति गुणः अस्ति. कपालद्वयस्य संयोगेन एव घटः जायते खलु. तदर्थं पुनः कपाले घटः अपि समवायसम्बन्धेन अस्ति खलु. तर्हि यथा भवता पूर्वं चित्रं प्रतिपादितं समवायसम्बन्धस्थले, अत्र कार्यं किं, कारणं किम् इति किञ्चित् वदतु. घटकपालविषये घटः कार्यं, कपालः कारणम्. इदानीं कपालः, अस्तु अस्तु उच्यतां, क्षम्यता. सोरि, गो अहेड्. न न, वदतु महोदय, भवान् वदन. कपालद्वयसंयोगकपालविषये कपालः कार्यं, कपालद्वयसंयोगः कारणम्, एवं वा? तथा नास्ति. अत्र असमवायिकारणम् इत्युक्ते किं? समवायिकारणे घटस्य समवायिकारणं किम्? कपालः. कपालः, हा. समवायिकारणे विद्यमानः कश्चन गुणः, तत्र कः गुणः दृश्यते? कपालद्वयसंयोग कपालयोः कार्यकारणभावना अस्ति, गुणगुणिनः सम्बन्धः अस्ति, एवं वा? गुणगुणिनः गुणिनोः सम्बन्धः अपि अस्ति, कार्यकारणभावः अपि अस्ति. कपालद्वयसंयोगः अनयोः मध्ये समवायिकारणसम्बन्धः अस्ति, समवायिकारणम्. अस्तु, कपालः कार्यम् इति कपालः कारणं सर्वदा. कपालः कस्य कस्य कारणं भवति? कपालः घटस्य कारणं भवति, अवयव अवयविनोः समवायः. पुनः कपालः कपालद्वयसंयोगस्यापि कारणं भवति. कपालद्वयसंयोगः, तत्र समवायः अस्ति खलु, गुणः, गुणगुणिनोः समवायसम्बन्धः. तत्रापि समवायिकारणमस्ति, किन्तु अधुना अस्माभिः किं परिशीलितम्? असमवायिकारणं परिशीलितम्. असमवायिकारणम् इत्युक्ते किं? समवायिकारणे विद्यमानः कश्चन गुणः अथवा काचित् क्रिया, यत् कार्यम् उत्पादयति. अत्र परिशीलयामः, कपालः इति समवायिकारणं घटं प्रति. अस्तु, तस्मिन् समवायीकारणे विद्यमानः कश्चन गुणः अस्ति कपालद्वयसंयोगः. सः कपालद्वयसंयोगः पुनः घटं प्रति कारणं भवति. बुद्धं? तत्र सर्वेषां पदार्थानां त्रीणि कारणानि भवन्ति, समवायीकारणम्, असमवायीकारणं, निमित्तकारणम् इति. घटस्य समवायीकारणं कपालः, घटस्य असमवायीकारणं कपालद्वयसंयोगः. ब्रह्मा अस्ति कपालसंयोगः कपाले समवायेन सम्बन्धेन अस्ति. कपालः कारणं, संयोगः कार्यं वा? सत्यम् इति अपि अस्ति. इति समवायिकारणं कपालः इति समवायिकारणं कं कं प्रति, घट प्रति समवायिकारणं कपालः, पुनः कपालद्वयसंयोगं प्रति समवायिकारणं कपालः. इति समवायिकारणस्थले सामान्यतया कपालः तादात्म्येन स्थित्वा समवायेन कपालद्वयसंयोगं जनयति, कपालः तादात्म्येन स्थित्वा समवायेन घटं जनयति इति समवायीकारणस्य वाक्यं. परन्तु असमवायीकारणस्थले किं भवति? समवायसम्बन्धेन उच्यतां महोदय, भवान् एव वदतु. अत्र मध्ये कपालः आगच्छति, घटस्य कारणं कपालः समवायेन, अतः घटः कपालः घटसमवायि, तस्मिन् कपालद्वयसंयोगः समवेतः अस्ति, तथा कपालः कपालद्वयसंयोगस्य समवायि, तत्र घटस्य समवायिकारणे समवायेन स्थित्वा कपालद्वयसंयोगः घटं प्रति असमवायिकारणम् अस्ति. बहु सम्यक्, तथा एव अस्ति, भवता यदुक्तं तत् सत्यं. तर्हि आहत्य वाक्यं किं भवति? कपालद्वयसंयोगः समवायेन कपाले स्थित्वा पुनः समवायेन घटम् उत्पादयति इति. अस्तु, धन्यवादः. तर्हि किञ्चित् चिन्तनं कुर्मः. एकत्वं, द्वित्वं, तत्र वाक्यं किं भवति? घटः इति चिन्तयतु, घटे एकत्वम् अस्ति, अपि च घटद्वयं भवति चेत् द्वित्वमपि घटे स्यात्, द्वित्वं प्रतीयते. तर्हि एकत्वमपि घटे, द्वित्वमपि घटे, एकत्वं द्वित्वस्य असमवायिकारणं, तदा वाक्यं किं भवति? एकत्वं घटे समवायसम्बन्धेन अस्ति. द्वित्वमपि घटे समवायसम्बन्धेन अस्ति. अत्र एकत्वम् इति स्वं भवति चेत् एकत्वस्य समवायकारणम् अस्ति घटः, तस्मिन् द्वित्वं समवायसम्बन्धेन अस्ति, तथा द्वित्वं समवायसम्बन्धेन घटे स्थित्वा एकत्वं समवायसम्बन्धेन घटे स्थित्वा समवायसम्बन्धेन द्वित्वस्य कारणम् अस्ति. हा, समीचीनं, तावदेव अस्ति. समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति इति असमवायिकारणम्. समवायिकारणस्थले तादात्म्येन स्थित्वा समवायेन कार्यम् उत्पादयति इति आसीत्. अवगतम्? आं भगिनि, धन्यवादः. अस्तु, तर्हि भवान् एव अग्रे पठतु महोदय. एवं तन्तुद्वय, एवं तन्तुद्वयसंयोगः अपि तन्तौ समवायेन स्थित्वा तत्र एव समवायेन पटात्मकं कार्यं जनयति इति तन्तुद्वयसंयोगः पट असमवायिकारणम्. यथा समवायिकारणे कार्यतः अवच्छेदकसम्बन्धः समवायसम्बन्धः, तत एव इह अपि समवायः एव. कारण अधिकरणे कपालद्वयसंयोगाधिकरणे कपाले घटस्य समवायेन एव उत्पाद्यमानत्वात्. अन्यत् उदाहरणमस्ति तन्तुसंयोगः. तन्तुसंयोगः तन्तौ समवायसम्बन्धेन अस्ति, यतोहि संयोगः गुणः अस्ति. तन्तौ अपि पटः समवायसम्बन्धेन अस्ति. तत्र तन्तुसंयोगः समवायेन तन्तौ स्थित्वा समवायसम्बन्धे सत्यं सत्यम् अग्रे वदतु. समवायसम्बन्धेन पटं प्रति कारणमस्ति, पटः बहु समीचीनं कारणमस्ति. तावदेव असमवायीकारणस्य तथा भवति. समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति अथवा कार्यं प्रति कारणं भवति. समवायीकारणस्थले सः सम्बन्धः कः आसीत्? केवलं समवायसम्बन्धः, एक एव सम्बन्धः. हा एकः एव. कार्यं जनयति समवायेन, परन्तु कारणं केन सम्बन्धेन भवति? तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन इति एव अस्ति. तावदेव भेदः, तावानेव भेदः. असमवायीकारणस्थले समवायेन स्थित्वा समवायेन कार्य उत्पादनम्, समवायीकारणस्थले तादात्म्येन स्थित्वा समवायेन कार्य उत्पादनम्. बुद्धम्? आम् भगिनि. यथा समवायिकारणे कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, तथा एव इह अपि समवायः एव. समवायः एव कार्यता अवच्छेदकसम्बन्धः, परन्तु कारणता अवच्छेदकसम्बन्धः भिन्नः, समवायसम्बन्धः एव. यथा पूर्वं तदात्मसम्बन्धः आसीत्, अत्र समवायसम्बन्धः एव इति अस्ति. अस्तु अग्रे अपि पठतु महोदय. भगिनी क्षम्यताम्, अहं रत्ना अस्मि, कुत्र स्मः इदानीं? ओ रत्ना भगिनी वा, इदानीं वयं नवतितमे पुटे स्मः. अस्तु धन्यवादः. अस्तु भगिनि, तर्हि रत्ना भगिनि, असमवायीकारणस्य निरूपणम्, असमवायीकारणम् इत्युक्ते किम् इति जानाति खलु, सामान्यपरिभाषा तस्य? आम् आम्. समवायिकारणे विद्यमानः काचित् क्रिया अथवा कश्चन गुणः यत् समवायेन कार्यं जनयति, तस्यैव अत्र चर्चा जायमाना अस्ति. अस्तु अस्तु अस्तु. अग्रे विद्याशङ्करमहोदय पठति वा? आं भगिनि. कारणतावच्छेदकसम्बन्धः तु समवायिकारणत्वे तादात्म्यं प्रवेशितम्, इह भवति समवायः एव. तथा च समवायसम्बन्ध अवच्छिन्न कार्यतानिरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वम् असमवायिकारणत्वम् असमवायिकारणस्य च तदेव तटस्थलक्षणम्. यथा समवायिकारणविषये अवच्छेदकता कार्यता अवच्छेदकता कारणता अवच्छेदकता भिन् यथा आसीत्, तथा अत्र कार्यता अवच्छेदकसम्बन्धः समवायसम्बन्धः, कारणता अवच्छेदकसम्बन्धः अपि समवायसम्बन्धः एव. समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित च कार्यता कुत्र अस्ति, कार्ये अस्ति. यथा अत्र पटौ अस्ति अथवा घटे अस्ति, तद् निरूपित समवायसम्बन्ध अवच्छिन्न कारणता आश्रयत्वं संयोग, यत्र संयोगः अस्ति तत्र अस्ति. कपालसंयोगः वा अथवा तन्तुसंयोगः वा, तन्तुसंयोग तत् आश्रयत्वं यत् अस्ति तद् असमवायिकारणत्वम्, असमवायिकारणस्य तद् लक्षणं. यः यत्र कारणता आश्रयता अस्ति तत् असमवायिकारणं कार्यं प्रति. सत्यं. केवलम् अत्र कारणता अवच्छेदकसम्बन्धः भिन्नः अस्ति समवायसम्बन्धेन इति वक्तव्यं भवति इति प्रथमविद असमवायीकारणम् असमवायीकारणे अपि द्वैविध्यम् अस्ति इति मया उक्तं प्रथममस्ति समवायीकरणे विद्यमानः कश्चन गुणः अथवा काचित् क्रिया यथा कपालद्वयसंयोगः इति कश्चन गुणः कपालस्य घटम् उत्पादयति अथवा एकत्वम् इति कश्चन गुणः घटे भूत्वा द्वित्वम् उत्पादयति तत्र उभौ अपि गुणौ द्रव्ये समवायीकरणे स्थित्वा कार्यम् उत्पादयतः परन्तु द्वितीयविध असमवायीकारणस्थले यद् मया उक्तं पूर्वम् अवयविनि विद्यमानगुणं प्रति अवयवे विद्यमानगुणः कारणं भवति इति उदाहरणत्वेन कपाले विद्यमानः रूपं घटे विद्यमानरूपं प्रति कारणं भवति अन्ततो गत्वा घटस्य रूपम् इति कार्यं कपालस्य रूपम् इति कारणम् तादृशम् अस्ति द्वितीयविध असमवायीकारणम् तर्हि भेदः स्पष्टः अस्ति वा उभयोः मध्ये अग्रे गमनात् पूर्वम् अग्रे गत्वा न्यायपरिभाषया कथं वक्तव्यं कार्येण सह एकस्मिन् अर्थे इत्यादिकं तु अस्ति एव परन्तु सामान्यरीत्या वदामश्चेत् अवयविनि विद्यमानगुणं प्रति अवयवे विद्यमानगुणः कार्यं भवति क्षम्यतां कारणं भवति इति द्वितीयविध असमवायीकारणम् अत्र कोऽपि प्रश्नः न भगिनि अस्तु तर्हि एतावता यदुक्तं तद् प्रथमविद असमवायीकारणम् इदानीं चतुर्नवतितमपुटं पश्यन्तु कृपया चतुर्नवतितमे पुटे द्वितीय असमवायीकारणम् इति अस्ति विषयः अस्तु यथा मया उक्तं कपालः कपाले परिमाणम् इति गुणः अस्ति परिमाणमपि एकः गुणः तस्य स्थाने रूपम् इति स्थापयतु अथवा यत्किमपि स्थापयतु परन्तु कपाले विद्यमानः परिमाणं कारणं भवति घटे विद्यमानपरिमाणं प्रति इति द्वितीयविध असमवायीकारणमस्ति अत्र वयं पश्यामः यत् साक्षात् सामानाधिकरण्यं नास्ति अधोभागे एकं चित्रम् अस्ति पश्यन्ति वा तत्र कपालः इति अस्ति कपाले कपालपरिमाणम् इति अस्ति इति कारणं घटपरिमाणं कार्यं घटपरिमाणं कुत्र अस्ति घटे घटे अस्ति परन्तु कार्याधिकरणम् इति कपालः सामानाधिकरण्यं दृश्यते वा न दृश्यते खलु न दृश्यते किन्तु नवतितमे पुटे सामानाधिकरण्यं दृश्यते वा साक्षात् नवतितमे पुटे कपालद्वयसंयोगः इति असमवायीकारणं घटस्य तत्र समानाधिकरण्यं दृश्यते खलु साक्षात् कपालः इति एव भेदः अस्ति इति एव भेदः प्रथम असमवायीकारणे अधिकरणं कार्याधिकरणकरणे साक्षात् सम्बन्धः वर्तते कार्यस्य कारणस्य च द्वितीय असमवायीकारणस्थले यथा चतुर्नवतितमे पुटे तत्र कारणम् एकत्र अस्ति कार्यम् अपरत्र अधुना परम्परासम्बन्धः आवश्यकः भवति तदर्थम् अग्रे किञ्चित् पठनीयं भवति अग्रिमसप्ताहे करपत्रस्य पठनेन इदं स्पष्टं भवति समवायित्वसम्बन्धः इति परम्परासम्बन्धं स्वीकृत्य कार्यं घटपरिमाणं कपाले अस्ति इति साधनीयं भवति तदनन्तरं सामानाधिकरण्यं दृश्यते इति द्वितीय असमवायीकारणं परन्तु प्रथम असमवायीकारणस्थले कार्यकारणयोः समानाधिकरण्यं साक्षात् वर्तते इति विषयः अस्ति. अग्रिमसप्ताहे एतस्य विषये करपत्रस्य पठनं भवति, तदा स्पष्टं भवति. अधुना किञ्चिदेव अग्रे पठित्वा समापयामः. रत्ना भगिनी पठितुम् इच्छति वा? आं भगिनि, पठामि. इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. कार्येण इत्युक्ते घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायिकारणम्. यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, तथापि तत्रत्य कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायिकारणनिरूपणोपयोगी, कारण इति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय, तत्तु यथावसरं निरूपयिष्यते. अग्रे अपि पठतु भगिनि. हा, एवं द्रव्य गतमेकत्वम् अपि समवायेन घटे स्थित्वा तत्र द्वित्वरूपं गुणमुत्पादयति इति, तत् अपि द्वितीयस्य असमवायिकारणं भवति. अस्तु, उच्यता. वयं पठितवन्तः इदमेव ग्रन्थकृत, इदमेव इत्युक्ते एतत् सर्वं मया पठितं. तत् कारणेन इत्युक्ते घटेन इत्युक्ते एतावता किं पठितं? प्रथमविध असमवायिकारणं यद् अखिला भगिन्या अपि च विद्याशङ्करमहोदयेन इदानीं प्रतिपादितं, कपालद्वयसंयोगः घटं प्रति असमवायिकारणं, तादृशप्रथम असमवायिकारणम् इति इदमेव इति उक्तम्. अस्तु, अग्रे. कार्येण सह, कार्येण इत्युक्ते घटेन एकस्मिन् अर्थे, एकस्मिन् अधिकरणे, अर्थे इत्युक्ते अधिकरणे, अत्र कपाले समवेतं सत् इत्युक्ते समवायसम्बन्धेन स्थितं कारणम् इत्युक्ते अस्मिन् उदाहरणे कपालद्वयसंयोगः असमवायिकारणम् इति उक्तम्. तदेव पुनः लिखितं, कार्येण घटेन सह एकस्मिन् अर्थे समवेतं, समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानम्. अतः पुनः अर्थे इत्युक्ते अधिकरणे, समानाधिकरणे कपाले इति स्वीकार्यः भवति. अस्तु, अग्रे भगिनि. कारणम् असमवायिकारणं, यद्यपि च मूले, मूले इत्युक्ते मूलग्रन्थे, कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं, कार्येण अथवा कारणेन सह एकस्मिन् अधिकरणे इत्यादि लिखितं, तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथम असमवायिकारणम् अस्तु. अत्र यथा भवत्या उक्तम्, असमवायिकारणं द्विविधम्. अत्र प्रथम असमवायिकारणं कथम् अस्ति इति पुनः वदन्ति, यत् कार्येण सह एकस्मिन् अधिकरणे समवायसम्बन्धेन अस्ति इति प्रथम असमवायिकारणम्. तदेव, तथापि तत्रत्यः एवं कुर्मः, कारणेन सह एकस्मिन् अर्थे इति द्वितीय असमवायिकारणस्य विवरणमस्ति. करपत्रस्य पठनेन तद् स्पष्टं भवति इति अग्रिमसप्ताहे कुर्मः करपत्रम्. इदानीं कार्येण सह एकस्मिन् अर्थे समवेतम् इति स्पष्टं स्यात् सर्वेषां मनसि, खलु? अत्र कोऽपि प्रश्नः वा? कार्येण सह, साक्षात् घटेन सह एकस्मिन् अर्थे कपाले समवेतं, समवेतं किं? कपालद्वयसंयोगः समवायेन स्थित्वा कार्यं जनयति इति असमवायिकारणं. तथैव अग्रे भगिनी, एकत्वद्वित्वविषये किञ्चित् अस्ति, अग्रे पठतु. एवं तत्र एवं द्रव्य गतम् एकत्वम् अपि समवायेन घटे स्थित्वा तत्र द्वित्वरूपं गुणमुत्पादयति इति तत् अपि द्वित्वस्य असमवायीकारणं यथा महोदयेन उक्तम् एकः घटः अस्ति अन्यत् एकः घटः अस्ति चेत् घटे एकत्वम् इति गुणः समवायेन भवति तत् गुणः द्वित्वरूपमिति अन्यत् गुणस्य प्रति असमवायीकारणं भवति. अत्र कीदृश असमवायीकारणम् एतद्? प्रथमविधं वा द्वितीयविधं वा इति किञ्चित्. प्रथमविधं प्रथमविधं किमर्थम् इत्युक्ते तत् कार्येण सह इत्युक्ते द्वित्वेन सह द्वित्वमपि घटे अस्ति एकत्वमपि घटे अस्ति द्वयोः अधिकरणम् अधिकरणः घटः अतः कार्येण सह इत्युक्ते एकत्वेन सह द्वित्वेन कार्यमत्र द्वित्वं द्वित्वेन सह एकस्मिन् अधिकरणे इत्युक्ते घटे स्थित्वा द्वित्वम् उत्पादयति एकत्वम् एकत्वम् उत्पादयति द्वित्वम् इति कृत्वा एकत्वं प्रथमविध असमवायीकारणं द्वित्वं प्रति. सम्यक् इति बुद्धं स्यात् सर्वेषां मनसि स्पष्टता अस्ति वा किञ्चित्? अस्तु अग्रिमसप्ताहे द्वितीय असमवायीकारणस्य चर्चा भवति. कोऽपि प्रश्नः न सन्ति चेत् अत्र विरमामः. अस्तु धन्यवादः धन्यवादः शुभरात्रिः नमस्कारः नमस्कारः.